ఉణాదికోశ 201 ప్రాంగిపణికషః ముషేర్దీర్ఘశ్చ క్రియ ఎకన్ ఆంగిపణిపణిపతిఖనిభ్యః 206 స్యాస్తియా హృయ విభ్యో యనచ్ వృజే హే కెచ్చ అజే రజ చ బహుళమన్యత్రాపి ద్రుదక్షిభ్యామ్యనన్ అర్తే హే కిదిచ్చ వేపి తుహ్యోర్ హ్రస్వశ్చ वेपि तुह्योः ह्रस्वः च वेपि तुह्योः ह्रस्वः च ह्रस्वः च तलि पुलिभ्यां च तलि पुलिभ्यां च तलि पुलिभ्यां च तलि पुलिभ्यां च तलि पुलिभ्यां च तलि पुलिभ्यां च तलि पुलिभ्यां च तलि पुलिभ्यां च गर्वे रत उच्च गर्वे रत उच्च गर्वे रत उच्च गर्वे रत उच्च गर्वे हे अतः उत च गर्वे हे अतः उत च गर्वे हे अतः उत च गर्वे हे अतः उत च गर्वे हे अतः उत च रुहे हे च रुहे हे च रुहेश्च रुहेश्च रुहेश्च रुहेश्च महे ऋणण् च महे ऋणण् च महे ऋणण् च महे ऋणण् च महे ऋणण् च महे हे यणण् च महे हे यणण् च महे हे यणण् च महे हे यणण् च क्विप् वचि क्विप् वचि प्रचि वचि प्रचि श्री सृ दृ पृ जु वच् प्रच् श्री सृ दृ पृ जु वच् प्रच् श्री सृ दृ पृ जु वच् प्रच् श्री सृ दृ पृ जु वच् प्रच् श्री सृ दृ पृ जु क्विब् वचि प्रचि श्री सृ दृ पृज्वां दीर्घो सम्प्रसारणं च दीर्घो सम्प्रसारणं च क्वि क्विब् वचि प्रचि श्री सृ दृ प्रोज्वां दीर्घो सम्प्रसारणं च क्विब् वचि प्रचि श्री सृ दृ प्रोज्वां दीर्घो सम्प्रसारणं च क्विब् वचि प्रचि श्री सृ दृ पृ ज्वां दीर्घो सम्प्रसारणं च क्विब् वचि प्रचि श्री सृ दृ पृज्वां दीर्घो सम्प्रसारणं च क्विब् वचि प्रचि श्री सृ दृ पृज्वां दीर्घो सम्प्रसारणं च वच् प्रच् श्री सृ दृ पृ जु वच् प्रच् श्री सृ दृ पृ जु क्विब् वचि प्रचि श्री सृ दृ पृज्वां दीर्घो सम्प्रसारणं च अप्नोतेर् ह्रस्वश्च अप्नोतेर् ह्रस्वश्च अप्नोतेर् ह्रस्वश्च अप्नोतेर् ह्रस्वश्च अप्नोतेः ह्रस्वः च अप्नोतेः ह्रस्वः च अप्नोतेः ह्रस्वः च अप्नोतेर् ह्रस्वश्च परौ व्रजेः षश्च पदान्तौ परौ व्रजेः षश्च पदान्ते परौ व्रजेः षश्च पदान्ते परौ व्रजेः षश्च पदान्ते परौ व्रजेः ष च परौ व्रजेः षश्च पदान्ते परौ व्रजेः षश्च पदान्ते हुवः स्लुवत् च हुवः स्लुवच्च हुवः स्लुवश्च हुवः स्लुवश्च हुवः स्लुवश्च क्लोस् कण्टिन्यूड्.